आं भगिनि आरम्भतः लृङ्लकारस्य लिङ्लकार इति तस्य कृते हेतु हेतुमतो लिङ् इति लिङ् निमित्तानि पठ प्रथमम् अधीतवत्यम् इति अस्ति यत् इति सूत्रं वदति यदि हेतु च हेतुमान् वा कार्यकारणभाव यत्र वर्तते तत्र विकल्पेन लिङ् वा लिट् लकारस्य प्रयोगः भवति इति अस्ति यथा उदाहरणं वयं दृष्टवन्तः दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् तस्य विभाषा अन्या भवति यदि दक्षिणेन चेत् यास्यति न शकटं पर्या भविष्यति इति अस्ति तदनन्तरं वयं साक्षात् लिङ्लकारस्य विधानं सूत्रं दृष्टवन्तः लिङ् निमित्ते लिङ् क्रियातिपत्तौ अत्र यत् लिङ् निमित्ते इत्युक्ते यत्र कार्यकारणभावः अस्ति या हेतु हेतुमतो भावः अस्ति कारण इति यदि हेतु भवति हेतुमत् इत्युक्ते अस्ति कार्यं भवति किन्तु क्रियातिपत्ति अस्ति क्रियातिपत्ति इत्युक्ते यत्र असफलं क्रिया भवति तत्र वा असिद्धं क्रिया अस्ति तत्र लिङ्लकारस्य प्रयोगः भवति यथा वयं दृष्टवन्तः दक्षिणेन दक्षिणेन चेत् ये आयास्य शकटं पर्या अभविष्यत् इति भवति लिङ्लकारस्य प्रयोगः लिङ्लकारस्य प्रयोगः भविष्यकालार्थे भवति अपि नित्यं भवति इति सूत्रं तु अत्र केवलं लिङ्लकारस्य प्रयोगः एव भवति कथं जानीमः तत्र क्रियातिपत्तिः अस्ति इति सम्भावना अस्ति केति न भवति इति न भवति अस्ति अतः इति यदि वयं लिङ्लकार तस्य वयं वाक्यं लिङ्लकारे वदामः इति तस्य प्रमाणं भवति चेत् क्रियातिपत्ति आसीत् इति भवति अस्ति तो यदि दक्षिणेन चेत् यत् आयस्यत् तत्र शकटं न पर्या आयस्यत् इति भवति समान एव भवति न पर्या भविष्यत् अपि पर्या अभवत् इति भवति साधु लङ्लकारे क्षम्यतां भगिनि यदि शकटम् आयास्यत् इति अस्ति चेत् पर्या भविष्यत् इति अस्ति चेत् तदा प्रमाण किम् अस्ति क्रियातिपत्ति अस्ति इति तर्हि एकस्मिन् यत् लकारः समानलकारः अन्यत्र अपि भवेत् खलु अग्रिमे वाक्ये अपि भवेत् आमां तत् वयं लिङ्लकारस्य प्रयोगं कुर्मः किन्तु प्रमाणकृते न न आयास्यत् इति अस्ति चेत् तत्र तु लृङ्लकारः अस्ति खलु मध्यस्य लिङ्लकारस्य प्रयोगः किन्तु वयम् उक्तवन्तः लिङ् निमित्ते क्रियातिपत्ति यत्र अस्ति लृङ् इति वदामि भगिनि लिङ्लकारस्य प्रयोगः भवति किन्तु क्रियातिपत्ति तस्य प्रमाणं किम् अस्ति तदेव लिङ् निमित्ते इति एव अस्ति तर्हि हेतु हेतुमतोरिति भवति अहम् एकवारम् इति महोदय पृष्टवान् तु उत्तरमासीत् क्रियातिपति लङ्लकारे इति वक्तव्यम् इति वा न भगिनि न अवगच्छामि एकवारं महोदय पृष्टवान् प्रमाणं किम् अस्ति क्रियातिपति अस्ति यदि वयं लिङ्लकारस्य प्रयोगः कुर्मः तत्र इति तदानीं महोदय उक्तवान् लङ्लकारे इति न भवत् अतः लिङ्लकारस्य आयास्यत् इति भवत्या यत् रूपम् उक्तं तद्रूपं तु लृङ्लकारः अस्ति न तु लङ् तर्हि कुतः लङ्लकारम् अत्र आनयति इति न अवगच्छामि किमर्थम् इत्युक्ते भविष्यति इति अनुवर्तते यत्र वयं लिङ्क् निमित्ते लृङ् क्रियातिपत्तौ इति वदामः तत्र तु भविष्यदर्थे अस्ति तत्र लङ् तु कदापि न भवति कथं भवती जानाति क्रियातिपति अस्ति यत्र लृङ्लकारस्य अस्ति चेत् चेत् तदेव प्रमाणमस्ति लृङ्लकारस्य प्रयोगः यत्र भवति तत्र तु क्रियायाः अतिपत्तिः इति अवगन्तव्यम् यदि क्रियायाः अतिपत्तिः नास्ति चेत् तत्र तु लिङ्लकारः भवति खलु विधिलिङ्ग् भवति पृथक् सूत्रेण तत्र हेतुमतो लिङ्ग् इत्यनेन तत्र तत्र सम्भावनार्थे स्यात् कुत्र यत्र लृङ्लकारस्य प्रयोगः क्रियते तदेव तत्र तत्र किं निरूपयति क्रियायाः अतिपत्तिः जाता इति अस्तु अन्यथा किमपि नास्ति खलु वाक्येन वयं दृष्ट्वा न शक्नुं शक्नुमः केवलं तत्र एकवारं दृष्ट्वा एव वक्तुं शक्नुमः तदनन्तरं भूते चेत् मम अवगमनं भगिनी तत्र तदर्थमेव तत्र लङ्लकारः न भवति एव इति मम आशयः मम अवगमनम् अस्ति अस्तु भूते च इति सूत्रमस्ति यत्र पुनः वर्ण लिङ्ग् निमित्ते लिङ्ग् क्रियातिपत्रौ इति सूत्र सङ्ख्या अस्ति किमस्ति 33139 इदानीं भूते च अस्ति 33140 अस्ति अस्मिन् सूत्रे समान अस्ति किं लकार काल भिन्न भिन्नं भवति लिङ्ग् निमित्तम् अस्ति हेतु हेतुमतो भावः अपि अस्ति इत्युक्ते क्रिया च कारणस्य क्रिया भावः अस्ति अपि क्रिया कारणक्रिया किं कारणक्रिया साधु इति अस्ति अपि भूतकाले अर्थे अस्ति तत्र अपि क्रियातिपति यदा भवति तत्र लिङ्लकारस्य उपयोगः भवति तत् अपि क्रिया नित्यं भवति भूते च किन्तु तदनन्तरं यत् सूत्रम् आगच्छति वो तापयो त्री अस्ति तत्र हेतु हेतुमतो लिङ्ग् इति तदनन्तरं तत्र किम् अस्ति हेतु हेतुमतो लिङ्ग् इति तु तत्र तु विभाषा इति अनुवर्तते किन्तु लिङ्ग् निमित्ते भाषा नास्ति भूते च 33140 तत्र विभाषा नास्ति भगिनी तदनन्तरम् अस्ति तदनन्तरं यानि सूत्राणि आगच्छन्ति तत्र भूते च भूतापयोदेश द्वयोः अधिकारं भवति तत्र विकल्पेन भवति हेतु हेतुपतो लिङ्ग् इति पश्यतु लिङ्ग्विधानं विकल्पेन भवति न भूते च यदि पठतु तत्र नास्ति इति लिङ्ग्विधानं पश्यतां तु लृङ्ग् इत्यस्य न वदामि लिङ्ग्विधानं हेतु हेतुमतो लिङ्ग् इति हा तत्र तत्रापि नित्यम् अस्ति भगिनि भगिनि धातुतः विकल्पेन लिङ्ग् भवति इति अस्ति खलु नो लिङ्ग् निमित्ते लिङ्ग् क्रियातिपतौ नित्यम् अस्ति न भगिनि पठतु अनुवृत्ति पश्यतु लिङ्ग् निमित्ते भविष्यति धातो लिङ्ग् प्रत्यपरश्च क्रियातिपतौ हेतुमतो लिङ्ग् इति वदन्ति अस्ति भगिनि प्रथमसूत्रम् यत् लिङ्ग् विधायकसूत्रम् तत्र हेतु हेतुमतो लिङ्ग् तत्र विभाषा अस्ति लिङ्ग् वा भवति अग्रिमं कृतवती तत्र तत्र लिङ्ग्विधायकसूत्रं विकल्पेन भवति किन्तु यद्यपि तत्र तु विभाषा इति अस्ति किन्तु तस्य अग्रिमसूत्रमेव अस्ति ततः एव अनुवृत्तिः आयाति तत्र लिङ्ग् निमित्ते अनुवृत्तिः नास्ति किन्तु यत्र पूर्व पतनमस्ति तत्र तत्र लिङ्ग् निमित्ते लृङ्लियातिपतौ इति सूत्रे तु तत्र तु विभाषा इत्यस्य अनुवृत्तिः नास्ति नित्यं भवति पुनः तत्र भूते च इत्यस्मिन् अपि नित्यं लृङ्विधानं भवति यत्र क्रियाः अतिपतिः अस्ति अस्तु तत् भूतकाले अर्थे अस्ति तदनन्तरं तत्र लिङ्ग् निमित्ते भविष्यति धातोः तत्र तत्र किम् अस्ति क्षम्यताम् हेतु हेतुमतो लिङ्ग् इत्यस्य इत्यनेन विकल्पेन कः प्रत्ययः आगच्छति लृङ् भव तत्र लिट् लृट् भवति वा लिट् भवति आं लिट् लिङ्ग् वा लिट् अस्तु उदाहरणमपि अस्ति न आमां भवती सूत्रद्वयम् उक्तवती इति कृत्वा तावत् तत्र नित्यत्वस्य विषये उक्तवती अग्रे गमनं अहं भूते च अपि लिङ्ग् निमित्तौ लिङ्ग् निमित्ते लिङ्ग् क्रियातिपतौ ये द्वे सूत्रे तत्र नित्यम् अस्ति लिङ् निमित्ते लिङ्क् याति पतौ भूते च लिङ् विधायकसूत्रम् उभयमपि भविष्यति अर्थे वा भूते अर्थे वा उभयमपि नित्यं भवति नित्यमस्ति आमां तदनन्तरं 33141 इति भूतापयो इत्यस्मिन् तत्र विकल्पेन आगच्छति तत्र अधिकार अस्मिन् लिङ् निमित्ते भूते च धातो यदि क्रियातिपत्ति अस्ति लिङ् निमित्तमपि अस्ति हेतुमद्भावः अस्ति तत्र भूते च अधिकारः आगच्छति तत्र लिङ् विकल्पेन भवति अनेन सूत्रस्य तस्य अधिकारः आगच्छति 33142 आन्वर्ड्स् टु यत्र लिङ् लिङ् विधानमस्ति उत्थाप्यो समर्थयो लिङ् 33152 तस्मात् पूर्वं ये यानि सूत्राणि सन्ति तेषां यदि लिङ् निमित्तमस्ति क्रियातिपत्ति अस्ति अपि हेतुमद्भावः अस्ति तत्र भूते च अपि वोतापयो द्वयोः अधिकारः भवति तत्र विकल्पेन भवति लिङ् लकारस्य प्रयोगः इति अस्ति तदनन्तरं 33153 अग्रे यानि सूत्राणि लिङ् निमित्तं भवेत् वा क्रियातिपत्ति अस्ति हेतुमद्भावः अस्ति भूते च इति यदि अस्ति तत्र वोत्तापयोजस्य अधिकारः नास्ति तत्र नित्यं भवति लिङ् लकारस्य प्रयोगः तत्र 33152 अग्रे यानि सूत्राणि आगच्छति सो इदानीं तदनन्तरं वयं पठितवन्तः गर्हायां लट् अपि जात्वोः अनेन अस्ति गर्हाया विषये यदि अपि जातु योगे गर्हायां विषये तत्र लट् लकारस्य प्रयोग भवति त्रिषु कालेषु भविष्यभूते अपि वर्तमानकाले इति भवति अपवादः सर्वे लकाराणाम् अपवादः भवति गर्हायां विषये एव भवति किन्तु अस्मिन् सूत्रे इति यदि लिङ् निमित्तं क्रियातिपति भवति तत्र इति नास्ति अस्मिन् सूत्रे एतत् केवलं गर्हायां लट् अनुवृत्तिसहितसूत्रम् अस्ति गर्हायाम् अपि जातो धातो लट् प्रत्ययः परश्च तु गरायाम् अर्थे विषये इति सप्ति सप्तमी अस्ति अपि जात्वोः इति योगे धातोः परस्य लट् लकारस्य प्रयोगः भवति इति अस्ति अतः यतोहि अत्र लिङ् लकारस्य प्रयोगः नास्ति अस्मिन् सूत्रे तथापि अस्य निवेशम् अस्मिन् प्रकरणे अस्ति कारणं कि गर्हायाम् इत्यस्य अनुवृत्ति आवश्यकम् अस्ति इति उक्तवन्तः तदनन्तरं वयं दृष्टवन्तः विभाषा कथमी लिङ् च इति अस्ति 33143 सूत्रं कथं शब्दस्य उपयोगे कथं कथमी इति सप्तम्या विभक्ताम् अस्ति उपपदे सति कथम् उपपदे सति इति अस्ति कथम् उपपदे सति गर्हायां विषये लिङ् लकारस्य प्रयोगः भवति विकल्पेन विकल्पेन लट् लकारस्य प्रयोगः अपि भवति किन्तु यस्मिन् पक्षे लट् लकार या लिङ् लकारस्य प्रयोगः नास्ति कथं गर्हायाम् अर्थे तत्र अन्या लकारा तेषाम् उपयोगः अस्ति यथा लङ् लुङ् लुट् लृट् एते चत्वारि भवन्ति अपि यत्र लिङ् निमित्ते हेतुमद्भावः अस्ति क्रियातिपत्ति अस्ति तत्र भविष्यार्थे नित्यं लिङ् भवति भूते विकल्पेन लिङ् भवति इति अस्ति भूते विकल्पेन लृङ् अनन्तरं तत्र अपक्षे किं भवति लिङ् लिङ् विधिलिङ्ग् भवति अस्तु या विधिलिङ्ग् या इति अस्ति यथा कथं धर्म त्यजसि वा इति अस्ति यथा कोऽपि त्वं कथं धर्म त्यजे इति अस्ति विधिलिङ् त्यजसि इति विकल्पेन अस्ति लट् लकारस्य प्रयोगः तत्र यत्र च कथम् अस्ति तत्र लिङ् वा लट् लकारस्य प्रयोगः अस्ति तदनन्तरं वयं दृष्टवन्तः किं वृत्ति लिङ् लिटौ इति पठामः कोऽपि पठति वा आं भगिनि आं भगिनि अरुणा भगिनी पठति वा भगिनि आसीत् खलु किं वृत्ते लिङ् लिटौ भगिनि लिङ् किं वृत्ते नाम किम् इत्यादयः प्रश्नवाचकशब्दाः कः कतरः कतवः सन्ति चेत् धातुतः विधिलिङ् च लुट् च भवतः गर्हायां गर्ह्यामित्येव विभाषा न स्मर्यते किं वृत्त उपपदे गर्हायां गम्यमानायां धातोः लिङ् लुटौ प्रत्ययो भवतः सर्वलकाराणाम् अपवादः लिङ्ग्रहणं लटो अपरिग्रहणार्थम् इति काशिकायां विभाषा इत्यस्य अनुवृत्तिः नास्ति इति पूर्व आचार्याणां वचनं लुट् लकारस्य कथनेन अपरेषां कालानाम् अपवृत्तिः अप्रवृत्तिः अतः सर्वलकाराणाम् अपवादः लिङ् इत्यस्य पुनः साक्षात् कथनेन लट् इत्यस्य अनुवृत्ति बाधिता किं वृत्तं तस्मिन् लिङ् किं वृत्ते षष्टि तत्पुरुषः लिङ् च लुट् च तयोः इतरेतरयोः द्वन्द्वौ लिङ् लुटौ किं वृत्ते सत्यमन्तं पदमान्तं किं भगिनि पदमान्तं भगिनि किं नृत्ये इति सप्तम्यन्तमेव लृङ् लुटौ इति परप्रथमान्तं लृङ् लुटौ पदमान्तं यदिपदमिदं सूत्रं गर्हाय ओके किं वृत्ते लृङ् लुटौ अत्र किम् इति अनेन किं प्रश्नवाचकशब्दाः कः कतरः कतमः अपि ग्रहणं धातुतः विदलिङ् लुट् अपि भवति गर्हायामर्थे निन्दार्थे अस्ति चेत् किं वाचक प्रश्नवाचकशब्दः अस्ति चेत् धातुतः विदलिङ् च लुट् भवतः अत्र विभाषा अस्य अनुवृत्तिः नास्ति उपपदे गर्हायां गम्यमानायां सर्वलकारं सूत्रं सर्वलकाराणाम् अपवादः सूत्रं वदति लिङ् लुटौ अत्र लट् लकारं न स्वीकरणीयम् इति काशिकायां दत्तं ई भाषा इति अनुवृत्तिः नास्ति अतः लुट् लकारस्य कथनेन केवलं लुट् वा लिङ् विधानं सम्भवति देवभगिनी आं भगिनि धन्यवादः सूर्यकुमारी भगिनी अग्रिमं वा पठति वा तदनन्तरं मणिमहोदय अग्रिमं पठेत् सूर्यकुमारी कुत्र भगिनि विभाषा परिच्छेदम् अस्ति खलु सिद्धान्तकौमुद्यां निर्दर्शनमस्ति कः कतरः कथमो वा हरिं निन्दिष्यति वा नाम कः अभाग्य यः हरेः निन्दां कुर्यात् अत्र षड् वाक्यानि भवन्ति को हरिं निन्देत् कतरो हरिं निन्देत् कथमो हरिं निन्देत् एवमेव को हरिं निन्दिष्यति कतरो हरिं निन्दिष्यति कथमो हरिं निन्दिष्यति अत्र किं शब्दस्य व्यवहारः भवति गर्हार्थे अतः किं वृत्ते लिङ् ऋतौ इत्यनेन विधिलिङ् विधिलिङ् निन्देत् निन्देत् च ऋति निन्दिष्यति इति रूपद्वयं सिद्ध्यति. सिद्धान्तकौमुद्यां ऋङ् प्रग्वत् इत्युक्तम्. यतोहि पूर्वतनसूत्रे विभाषा कथं कथमि लिङ् च इत्यस्मिन् यथा तथैव अत्रापि अतीते विकल्पेन लृङ् लकारः भविष्यत्काले च नित्यं लृङ् लृङ् भवति. अतः पक्षे क्रियातिपत्तौ अतः पक्षे क्रियातिपत्तौ अनिन्दिष्यत्. सिद्धान्तकौमुद्यां निदर्शयन्ति उदाहरणेन कः कतरः कथमो वा त्रीणि प्रश्नवाचकानि सन्ति. उदाहरणमपि अस्ति निन्देत् निन्देत्वा विदलिं निन्देष्यति लुट् लकारः नाम कः कः अभाग्यः यः हरे निन्दां कुर्यात्. अत्र षड् वाक्यानि भवन्ति. कः कतर कथं कथम इति उपयुज्य षट् वाक्यानि भवन्ति. कः हरिं निन्देत् कतरः हरिं निन्देत् कथमः हरिं निन्देत् तदेव भविष्यत्काले अपि त्रीणि रूपाणि सन्ति. कतरः हरिं निन्दिष्यति कथमः हरिं निन्दिष्यति त्रीणि षड्रूपाणि भवति. किं शब्दस्य व्यवहारः भवति गर्ह अर्धे निन्दार्धे एव किं शब्द उपयुज्यते. किं ऋते लिङ् ऋतौ इत्यनेन विधिलिङ् निन्देत् च ऋति निन्दिष्यति इति रूपद्वयं सिद्ध्यति. लृङ् प्रग्वत् तत्र अहं नावगतं भगिनि. सिद्धान्तकौमुद्यां लृङ् प्राग्वत् इत्युक्तम् इत्युक्ते प्राग्वत् इत्युक्ते पूर्वं यथा लृङ् लकारस्य विधानं जायते तथैव अत्रापि प्राग् इत्युक्ते पूर्वम् इति खलु प्राग्वत् तत्र किं भवति तत्र किम् अस्ति क्रियातिपत्तिः अस्ति चेत् तदा भूतार्थे भविष्यत्कालार्थे नित्यं लृङ् विधानं भवति भूतकालार्थे विकल्पेन लृङ् विधानं भवति इति. यतोहि पूर्वसूत्रेण विभाषा कथमि लिङ् च इत्यस्मिन् यदा तदैव अत्रापि अतीते विकल्पेन विकल्पेन लुङ् लकार भवति वा भूतकालार्थे विकल्पेन लृङ् लकारः भविष्यत्कालार्थे भवति क्रियातिपत्तिः अस्ति चेत् भविष्यत्काले कालार्धे नित्यं भविष्यति कालार्धे नित्यं लृङ् भवति भूतकालार्धे विकल्पेन धन्यवादः भगिनि. मणिमहोदय अग्रे पठति. महोदय नूतनसूत्रमस्ति. मणिमहोदय अणवक्लिप्ति अमृशोर् अक्मृत्येः अक्मृत्ये अपि असम्भावनायां च असह्यसहनायां च किं शब्दस्य विरुद्धौ अवृत्तौ च कालसामान्ये धातुतः विदिलिङ्ग् च लिरिट् च भवतः अनवक्लृप्तिः नाम असम्भावना अमर्षः नाम असहना अकिमिरित्यपि इत्यनेन किमिरिति नास्ति चेदपि काशिकायां काशिकाव्याख्याः गर्भायाम् इति निवृत्तम् गर्भायाम् इति निवृत्तम् अनवक्लृप्ति सम्भावना अमर्षोचमा किमिरिते च उपपदे अनवक्लृप्ति अमर्षयो धातो लिङ् ऋटौ प्रत्यो भवतः सर्वलकारणम् अभवतः बहवच्च पूर्वनिपातौ लक्षणव्यापीचारसिंहं तेन व्याख्यानं न भवति गर्हायाम् इत्यस्य अनुवृत्तिः न भवति सर्वलकारणम् अपवादः यतोहि लिङ् च लिर् च कालसामान्य इत्युक्तम् नाम यस्मिन् कस्मिन्नपि काले विवक्षा स्यात् तस्मिन् अर्थे विधिलिङ् अथवा लिरिट् इत्यनयोर्थयोः इत्यनयोर्व्यवहारः भवति यदा विवक्षा भूतकालात् भवति चेत् अपि लिरुट्लकारस्य व्यवहारः भवति न तु लट् लट् बहवः पूर्वनिमित्तौ लक्षणव्यविचारसामान्यते भूतकालार्थे लङ् भवति खलु तर्हि अत्र अनेन सूत्रेण अनवक्लुप्ति अमर्षयोरर्थे किम् इति शब्दः अपि अस्ति चेत् लृट् एव भवति लङ् न भवति इति भवान् लट् इति पठितवान् यथा कालार्थे भवति लिङ् अपि लिरिट् अपि आम् आम् सत्यं महोदय अस्तु कुत्र पठितवान् बह्वचः इति लङ् इति बह्वचः पूर्वनिपातौ लक्षणविचारस्य सिंहं नाम अल्पाक्षरम् इति सूत्रेण द्वन्द्वसमासे यस्य भागस्य अल्प अचुवर्णाः सन्ति सः च भागः प्रथम आयाति अल्पाक्षरं सप्तरूपं द्वन्द्वसमासे पूर्वं प्रयोक्तव्यं परन्तु अनवक्लृप्ति अंशयोर् इत्यस्मिन् तदा न जातं नाम अनवक्लृप्ति इति शब्दे अधिका अचुवर्णाः सन्ति अमर्ष इति शब्दस्य तुलनया अधः अमर्षशब्दस्य समासे प्रथमं भवेत् किन्तु तदा न जातं नियमः अनुसृत्य न निमित्तम् इत्येव ज्ञापकम् अस्ति यत् यदा सङ्ख्यं न अनुभवति इत्युक्ते अनवक्लृप्ति इत्यस्य अर्थे लिङ् एव अपि च अमर्षस्य अर्थे लिरिट् एव इति यदा भवति स्म तत् नास्ति द्वयोः अपि अर्थे द्वयोः अपि लकारः सम्भवानः अस्मिन् सूत्रे लिङ् विधानम् अस्ति अतः लिङ् निमित्तौ उपस्थितानि तेन भूते क्रियाधिपत्तौ विकल्पेन लिरिङ् भविष्यति भविष्यत् लिरिङ् भविष्यत्काले तु नित्यम् अनवक्लृप्तिः न अवक्लृप्तिः अनवक्लृप्तिः नैतस्पृशः न अमर्षयोः नामर्षमर्षः नैतत्पुरुषः अनवक्लृप्तिः अमर्षः च तयोरितरितरदन्धः अनवक्लृप्ति अमर्षौ तयोर् अनवक्लृप्ति अमर्षयोः किमोः वृत्तं किं वृत्तं न किं वृत्तम् अक्तिवृत्तं तस्मिन् अक्तिवृत्ते षष्ठी तत्पुरुष गर्भनैत तत्पुरुषः अनवक्लृप्ति अमर्षयोः सप्तमी अन्तम् अक्तिवृत्ते सप्तमी अन्तम् अपि अव्ययं त्रिपदं तं सूत्रम् किमिरिते लिङ् लिरिटौ इत्यस्मात् लिङ् लिरिटौ इत्यस्य अनुवृत्तिः लिङ्गिते लिरिङ् क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इत्यस्य अधिकारः ओदाभ्योः इत्यस्मात् वा इत्यस्य अधिकारः धातोः परस्य धातोः प्रत्ययः परस्य इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अनवक्लृप्ति अमर्षयो किमिरिते अपि धातोः लिङ्ग् लिट्टो प्रत्ययो परच लिङ्गनिमित्ते भूते च वा लिरङ् क्रियाधिपत्यो तस्य पूर्वसूत्रं किं वर्तते लिङ्ग् लिट्टो इत्यस्य किं वर्तते शब्दं अत्र दत्तं परन्तु अनवकृति अंशयो अकृति अपि इति सूत्रेण असम्भावनायां च सहानायां च किं तद् शब्दस्य वृत्तः अपि अथवा न वृत्तः अपि पूर्वसूत्रेण किं वृत्ति अस्ति परन्तु अस्य सूत्रेण अस्ति अपि न अस्ति चेदपि कालासामान्ये विधिलिङ्ग् अपि लिट् अपि भवति कालसामान्ये इत्युक्ते त्रिषु कालेषु विधिलिङ्ग् अपि लिट् अपि भवति असम्भावना अनवकृति इत्युक्ते असम्भावना अमर्ष इत्युक्ते न सहना अत्र गर्गायाम् इति न अपेक्षितम् किम् इति चेदपि किं कृते नास्ति अपि कालसामान्ये त्रिषु कालेषु लिञ्च लिञ्च भवति इतोपि अत्र द्वन्द्वसमासे एकः नियमः अस्ति अल्पाक्षरं द्वन्द्वसमासे पूर्व अल्पाक्षरम् इति सूत्रेण परन्तु अत्र लक्षणं नास्ति इति लक्षणम् अविचारसिंहम् इति अत्र दत्तम् इत्युक्ते अल्पाक्षरम् इति सूत्रेण द्वन्द्वसमासे पूर्वपदस्य अल्पाक्षरम् अस्ति चेत् चेतव्यं परशब्दस्य अनेक आचुर्णः अस्ति चेत् एव द्वन्द्वसमासस्य नियमः परन्तु अत्र अणवक्लिप्ति अमृतस्योः इति सूत्रे अणवक्लिप्ति इत्यस्य अनेकः चूर्णः अस्ति अमर्ष इत्यस्य अल्प अक्षरम् अक्षरः अस्ति अतः इत्यस्य सूत्रनियमः नास्ति तदेव अणवक्लिप्ति अमृतस्योः इत्यनेन लिङ्लकरः वा अमर्ष इत्यस्य लिट्लकरः वा इति न भवितव्यं परन्तु द्वयोः शब्दस्य अनवक्लिप्त्योः वा अथवा अमर्षयोः भवति चेदपि द्वयोः लकारः भवति इत्युक्ते लिङ् अपि लिट् अपि भवति इति अत्र दत्तं किमपि वक्तव्यं महोदय न महोदय सम्यक् उक्तवान् तर्हि तत्र तत्र अवगत प्रश्नः अस्ति वा तत्र अल्पाक्षरं तत्र यथासङ्ख्यम् अनुदेश इति तत्र समानम् इत्यस्मिन् प्रश्नः नास्ति आम् महोदय तस्मिन् प्रश्नः अस्ति वा न महोदय यथासङ्ख्यम् अनुदेश समानं सूत्रं पठितवन्तः न तत्र किम् अस्ति इत्युक्ते सामान्यतया तत्र द्वन्द्वसमासः क्रियते तथा कितं तदनन्तरं किमपि वदामः इति पश्यतु उदाहरणार्थम् अग्रजानुजे अग्रजानुजा च अग्रजानुजे इति भवति खलु अग्रजानुजे गायन्ति नृत्यन्त्यौ इति वदामि चेत् तत्र किं भवति द्वन्द्वसमासः कृतः अत्र तदनन्तरं किम् अस्ति का गायति का नृत्यति इति प्रश्ने सति यथा सङ्ख्यम् अनुदेशसमानम् इत्यनेन यथा क्रमम् आगच्छति तथा भवति इत्युक्ते अग्रजानुजे गायन्ति नृत्यन्त्यौ इति वदनेन किं भवति इत्युक्ते अग्रजा गायति अनुजा नृत्यति इति अर्थः साधु तत्र द्वन्द्वसमासः सामान्यतः द्वन्द्वसमासः क्रियते तत्र तु यथासङ्ख्यम् अनुदेशसमानम् इत्यपि भवति तदनन्तरं सामान्य यत्र द्वन्द्वसमासः क्रियते तत्र तु अल्प अच् तरं यत् अस्ति अच् तरं यत् तरप्तमप्रत्ययौ स्तः खलु पदद्वयम् अस्ति तत्र यस्मिन् पदे अल्प अच् अक्षराणि सन्ति अच्वर्णाः सन्ति तत्र अल्प अच् वर्णानि यस्मिन् पदे वर्तते तत्पदं प्रथमं भवति. उदाहरणार्थं रामः च लक्ष्मणः च इति पदं, नो चेत् लक्ष्मणः च राम च इत्यस्य द्वन्द्वसमासः नित्यं कथं भवति इत्युक्ते रामलक्ष्मणौ इत्येव भवति, कदापि लक्ष्मणरामौ इति न भवति. किमर्थम् इत्युक्ते राम इत्यस्मिन् पदे अचुवर्णः कति सन्ति? द्वयं खलु. लक्ष्मण इत्यस्मिन् त्रीणि वर्तन्ते खलु, अचुवर्णः त्रयः वर्तते, वर्णाः त्रयः वर्तन्ते. तर्हि रामपदे अल्पम् अचुवर्णाः भवन्ति इति कृत्वा, अल्पं न्यूनं भवति इति कृत्वा, रामपदं नित्यं तु प्रथमं भवति, द्वितीयं यत् लक्ष्मण इति पदं तत्तु द्वितीयमेव भवति. साधु इति नियमः अस्ति द्वन्द्वसमासस्य कृते. यत्र द्वन्द्वसमासे भवति अल्प अचुतरं यत् पदम् अस्ति तत् प्रथमं, तत्र बहवः अचुवर्णाः यत्र वर्तन्ते तत्तु द्वितीयं भवति. तादृशद्वन्द्वसमासः यदा क्रियते तदा तु यथासङ्ख्यमुपदेशसमानम् इत्यपि भवति. तत्र विशेषणविशेषभावेन आगच्छति. उदाहरणार्थं यथा अधुना उक्तवती खलु, तत्र रामलक्ष्मणौ तत्र किम् अस्ति, गायन् गायन् नृत्यन्तौ इति अस्ति चेत् तत्र तु रामः गायति लक्ष्मणः नृत्यति इति अर्थः. अधुना अत्र पश्यतु, अत्रापि द्वन्द्वसमासः कृतः अनवक्लुप्त अमर्षयोः इति कृतः खलु, तत्र तु द्वन्द्वसमासः अस्ति. किन्तु अनवक्लुप्त इत्यस्मिन् अचुवर्णाः अधिकाः वा न्यूनाः वा, अमर्ष इत्यस्मिन् अधि अचुवर्णाः न्यूनाः वा, अल्पं भवति वा, कस्मिन् अल्पं भवति अचुवर्णः? तर्हि द्वन्द्वसमासस्य नियमेन यथा क्रियते चेत् तदा तु अमर्ष अनवक्लुप्तयोः इति भवेत् सूत्रं, तथैव सूत्रं भवति. किन्तु तथा क्रियते चेत् किं भवति? यत्र वयं लृङ् लृटौ इति, वयं लिङ् लृटौ इति अत्र सूत्रे तत्र पूरयामः, तदा किं भवति? अनवक्ल अमर्ष इत्यस्य कृते लिङ् भवति, अनवक्लुप्त इत्यस्य कृते लृट् भवति. यथासङ्ख्यम् इति तत्र अनुवर्तनीयं भवति खलु, तत्तु तस्य नियमनमपि पालनीयं भवति. तर्हि अत्र किमर्थं विपरीतत्वेन द्वन्द्वसमासः कृतः इत्युक्ते, यथासङ्ख्यम् इति मास्तु, तर्हि द्वन्द्वसमासस्य नियमान् अत्र न अनुकरोति इति कृत्वा यथासङ्ख्यम् इत्यस्यापि अनुकरणं न भवति. इत्युक्ते अनवक्लुप्तस्य कृते अपि लिङ् लिटौ भवति, लृटौ भवति. पुनः अमर्षः अस्ति चेत् अपि उभयमपि भवति, लिङ् लृटौ भवतः. एकस्य प्रथमस्य कृते प्रथमं, द्वितीयस्य कृते द्वितीयम् इति नास्ति अत्र नियमः. इति कृत्वा तत्र द्वन्द्वसमासस्य नियमानाम् उल्लङ्घनं कृत्वा अत्र पाणिनिना रचितमस्ति इति ज्ञापकम् अस्ति. उभयमपि, उभयलकारौ अपि उभयत्रापि भवति. किं महोदय? तदा नियम तदा नास्ति. किमर्थम् इत्युक्ते नियमस्य उल्लङ्घनं जातं खलु, द्वन्द्वसमासः अत्र न कृतः अस्ति इति. द्वन्द्वसमासः कृतः किन्तु व्याकरणरीत्या द्वन्द्वसमासः न कृतः इति कृत्वा यथासङ्ख्यम् इत्यस्यापि अनुवृत्तिः नास्ति इत्यपि, इत्यस्यापि तत्र नियमनं नास्ति. अत्र लृङ् लिङ् लृणौ इति तु लकारद्वयमपि उभयत्रापि आयाति. वेन् यु डू इट् फार् अनवक्लुप्ति आर् वेन् यु डू इट् फार् अमर्ष, बोत् केसस् यु केन् हाव् लिङ् आर् यु केन् हाव् लृट्, उभयमपि भवति, भवति केन् हाव् इति कृत्वा तथा कृतमस्ति. अनवकृत्ति इति असम्भावना, नो चेत् तत्र कदापि तथा न भवति. अहं तु इट्स् अन्बिलीवबल् इति वदामः खलु, नाट् पासिबल् आर् अन्बिलीवबल् इति, तद् भवति अनवक्लुप्तिः इति. अमर्ष इत्युक्ते असहनीयः, ऐ केनाट् इवन् स्टाण्डर्ड् इति वदामः खलु, तादृशम् असहनीयः भवति अमर्ष इति. तर्हि यत्र यत्र ऐ केनाट् बिलीव् इट् आर् इट् इस् इम्पासिबल् टु हेपन् आर् यु नो ऐ केनाट् अक्सेप्ट् इट्, ऐ केनाट् अड्जस्ट् वित् इट्, ऐ केनाट् इवन् स्टाण्ड् इट् इति यत्र वदामः अमर्ष, इन् बोत् दीस् केसस् यु केन् ऐदर् यूस् लिङ्ग् आर् यु केन् यूस् लृट् लकारः. तदनन्तरं किम् अस्ति, पूर्वं यत्र प्राग्वद् भवति खलु, वेर् दर् इस् असम्भावना अस्ति इत्युक्ते क्रियायाः अतिपतिः अस्ति चेत् केन् नेवर् हेपन् इति अतिपतिः फेलियर् अस्ति चेत् क्रियायाः अतिपतिः अस्ति चेत् तदा तु भविष्यत्कालार्थे नित्यं लृङ्लकारः भवति भूतकालार्थे अस्ति चेत् विकल्पेन लृङ्लकारः भविष्यति इति तदपि अनुवृत्तिः अस्ति अग्रे उदाहरणानि यथा पश्य यदा पश्यामः तदा तु इतोपि अवगमनं जायते भगिनी एका महोदय एकनिमिष एका परिभाषा अस्ति साधु द्वन्द्व आदौ द्वन्द्वे मध्ये द्वन्द्वौ अन्ते यत् भवति तत् सर्वे पदानि तस्य इति पूर्णतया न स्मरामि किन्तु तत्र सर्वे पदानि ये द्वन्द्व इति अस्ति द्वन्द्वसमासे तेषां कृते तस्य इति भवति आम् सत्यं तत्तु भवति भगिनि किन्तु तत्र यथासङ्ख्यं यत्र गणद्वयम् अस्ति यत्र वेर् यु डू द्वन्द्वसमास अण्ड् देन् ऐ डू ओन्लि वन् देर् देन् यु हाव् टु यु हाव् वन् विशेषणं रैट् उदाहरणार्थं गतिबुद्धिप्रत्यवसानार्थ इति अस्ति तत्र तु गतिबुद्धिप्रत्यवसान इति पदानां द्वन्द्वं कृतमस्ति तदनन्तरम् अर्थ इति पदमपि स्वीकृतमस्ति अस्तु तदा किं कर्तव्यं गत्यर्थ बुद्ध्यर्थ प्रत्यवसान एकमेव पदं यत्र द्वन्द्वसमासे तत्र विशेषणरूपेण आगच्छति तदा तु वयं किं कुर्मः विशेषणरूपेण यत्र आगच्छति इत्युक्ते तत्र तत्र समस्तपदेन आगच्छति खलु इत्युक्ते तत्र गत्यर्थ बुद्ध्यर्थ इति तदा तु वयं भवती यत् उक्तवती द्वन्द्वम् आदौ द्वन्द्वमध्ये द्वन्द्वसाने इति भवति खलु तत्र सर्वत्रापि सङ्गच्छति अस्तु किन्तु अत्र तु द्वयमस्ति तत्रापि द्वयोः कृते भवति इदानीं किं भगिनि इदानीं विशेषणद्वयम् अस्ति लट् लकार अत्र तु समासः न कृतः अक्लुप्तमर्षयोर् लिङ् इति वदामः चेत् अत्र योर् इत्यपि मास्तु अक्लुप्तमर्षलिङ् इति भवति तत्र समासः क्रियते तदा एव द्वन्द्वामदौ द्वन्द्वमध्ये इति भवति वेर् यु हेव् द्वन्द्वसमासः गर्भे द्वन्द्वः भवेत् बहिः तु यु हेव् अन्यसमासः तदा यु हेव् द्वन्द्वादौ द्वन्द्वमध्ये अत्र तु गणद्वयम् अस्ति पदद्वयम् अस्ति तदा यु हेव् टु फालो यथासङ्ख्यम् अनुदेश समानमिति तत्र यथासङ्ख्यम् अनुदेशसमानम् इत्यस्मिन् विवरणम् एवं दत्तमस्ति यत्र द्वयोः गणयोः मध्ये कस्यचन सम्बन्धस्य विधानं क्रियते तत्र तयोः सङ्ख्या समाना अस्ति चेत् सः सम्बन्धः तयो सदस्येषु यथासङ्ख्यं विधीयते सङ्ख्यापि समाना भवति चेत् तदा तु वयं यथासङ्ख्यं क्रियते अत्र तु गणद्वयम् अस्ति यथासङ्ख्यं समानमिति आगच्छति तथैव अत्रापि गणद्वयम् अस्ति अक्लृप्त अमर्ष इति गणद्वय तत्र प्रथमगणः अस्ति तत्र पदद्वयम् अस्ति द्वितीयगणः अस्ति लिङ् ऋतौ इति अस्ति तत्रापि पदद्वयम् अस्ति एवम् आगच्छति चेत् तत्र गण तत्र गणद्वयम् अस्ति तदनन्तरं सङ्ख्या अपि समाना अस्ति इति कृत्वा तत्र अनुदेशः भवति एकस्य एकं द्वितीयस्य द्वितीयम् इति भवति तत्तु तद् मास्तु इति कृत्वा विपरीतत्वेन तत्र इन्स्टेड् आफ् सिङ्ग् अमर्षयोरक्लृप्तयोर् अमर्षक्लृप्तयोर् अत्र तु अक्लृप्तमर्षयो इति कृतमस्ति पाणिनिना अस्तु धन्यवादः द्वन्द्वादौ इति तत्र तदपि एकनिमिषं पश्यामः अष्टाध्यायस्य संथिङ्ग् यु नो अ लिटल् बिट् मोर् तत्र विवरणं दास्यति चेत् श्रूयमाणपदम् इति श्रूयमाणं पदं प्रत्येकम् अभिसन् सम्बध्यते इति न्यायेन द्वन्द्वसमासस्य आदौ प्रयुक्तः अधिशब्दः अधिशिंस्तासाम् इति अत्र अधि अति अदिति समासः द्वन्द्वसमासस्य प्रत्येकेन पदेन सह अन्विते इत्युक्ते द्वन्द्व आदौ भवति चेदपि तथा भवति द्वन्द्वमध्ये भवति चेदपि तथा भवति खलु द्वन्द्वान्ते द्वन्द्वादौ इत्यस्य उदाहरणमस्ति अधिशिंस्तासाम् इति तत्र सूत्रमस्ति इत्युक्तमस्ति अधिशिंस्था आसां कर्म इति तदनन्तरं तत्र यत्र द्वन्द्व अन्तौ इति यत्र अन्तौ भवति इत्यस्य तु गतिबुद्धिप्रत्यवसानार्थ इति तद्भवति द्वन्द्वमध्ये पश्यामि द्वन्द्वमध्ये तदपि अस्ति किमपि उदाहरणानि सन्ति वयं पूर्वं न पठितवन्तः एतत् सूत्रम् अस्तु द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सम्बध्यते खलु श्रूयमाणस्य तत्र किं भवति श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति धन्यास्मि भगिनी तत्र स्मारितवती भिन्नं चिन्तनं जातम् अग्रे पठामि वा पठामः वा तत्र तत्र उदाहरणानि वर्तन्ते अहं पठामि अस्तु भवान् पठतु सिद्धान्तकौमुद्यां दर्शनमस्ति न सम्भवयामि न मर्षये सम्भावयामि न सम्भावयामि न मर्षे वा भवान् हरिं निन्दिष्यति वा अस्य चत्वारि वाक्यानि भवन्ति न सम्भवयामि भवान् हरिं निन्देत् अहं न भावयामि यत् भवान् हरे निन्दाम् अकरोत् करोति करिष्यति न सम्भवयामि भवान् हरिं निन्दिष्यति अहं न भावयामि यत् भवान् हरेः निन्दाम् अकरोत् करोति करिष्यामि न मर्षे भवान् हरिं निन्देत् अहं न सहे यत् भवान् हरेः निन्दाम् अकरोत् करोति करिष्यति न मर्षे भवान् हरिं निन्दिष्यति अहं न सहे यत् भवान् हरेः निन्दाम् अकरोत् करोति करिष्यति महोदय एकः प्रश्नः अस्ति अत्र न सम्भवामि भवान् हरिं निन्देत् अस्तु तदेव उक्तवन्तः तत् अनुलुप्तयोः इति न सम्भावयामि इत्युक्ते न विश्वसिमि इति न विश्वासं न करोमि न विश्वसिमि एवं कदापि न भवति इति अर्थः आं महोदय परन्तु त्रिषु कालेषु लिङ्ग्वा लिङ्ग्वा इति कालसामान्यः अस्ति इति कृत्वा भविष्यत् वर्तमानकालार्थे उच्यते अहमेव भवन्तं वदामि न सम्भावयामि भवान् मम गृहं न आगतवान् आगच्छेत् इति यत्र वदामि तदा तु इट् आल्सो मीन्स् वेदर् ऐ मीन् इट् इन् द पास्ट् टेन्स् आर् वेदर् इट् पूर्वं किमर्थं न आगतवान् इत्यस्मिन् अर्थे भवतु अधुना किमर्थं न आगमिष्यति इत्यस्मिन् वा भवतु भविष्यत्काले किमर्थं न आगच्छति इत्यस्मिन् अर्थे वा भवतु त्रिषु काल यत्किमपि कालं भवतु सर्वलकारणम् अपवादः अस्ति इति कृत्वा सर्वस्यापि काले अहं तु किमर्थं भवान् न आगच्छेत् इत्येव लङ्लकारस्य प्रयोगं कर्तुं शक्नोमि प्रयोगमेव करोमि यदि लङ्लकारस्य प्रयोगं करोमि नो चेत् लृट्लकारस्य प्रयोगं करोमि सर्वकालस्य अपि अर्थे भूतकालार्थे अस्ति चेत् इति भवान् गतवर्षे अहम् आगतवती भारतम् आगतवती किन्तु भवान् मम न गृहं न आगतवान् यद्यपि अहम् आहूतवती भवान् न आगतवान् तदा अहं किं वदामि न सम्भावयामि भवान् किमर्थं भवान् मम गृहं किं शब्दस्य आवश्यकता नास्ति खलु, भवान् मम गृहं न आगमिष्यति, यद्यपि भूतकालः अस्ति तथापि अहं लृट् लकारस्य प्रयोगं कर्तुं शक्नोमि. किं शब्दः उभयथापि तत्र लिङ् लकारः लृट् लकारस्य प्रयोगः वदतु महोदय वदतु. कालसूचकः नास्ति. आं कालसूचकः अकरोत् करोति करिष्यति इति, यद्यपि करिष्यति इति अस्ति, निन्दिष्यति वा करिष्यति, भवान् न आगमिष्यति इति वदामि, तथापि भूतकालार्थे अपि आङ्ग्लभाषया वदामि चेत् ऐ कान्ट् बिलीव् महोदय दट् यु वुडन् कम् टु मै हौस्. वुड् इति तु इट् इस् अबौट् फ्यूचर् टेन्स् रैट् न, वुड् इति शब्दः यु विल् नाट् यु विल् नाट् बि यु विल् नाट् कम् टु मै हौस्. You will not come iti, you will come iti to future tense asti. But when I use it in the sense of, I can still use it in case where I say, Mahodaya, I can't believe that you will not come to my house. Here I'm using will, which is a future tense verb, but in the sense of past tense. I can also use it for present tense. Mahodaya, I'm inviting you right now, but I cannot believe that you will not come to my house. It can mean either in the past tense or in the present tense or in the future tense. Right? My sentence. Assume it's in the past, you didn't come to my home in the past, and I say, I can't believe that you didn't come to my house. So I'm inviting you right now and you're not coming. I can still say, I can't believe that you'll not come to my house. Even if I'm inviting you for tomorrow and I know you're not going to come, then I can still say, I can't believe, Mahode, you will not come to my house. Right? Tadevasti. यद्यपि लेख्लकारः अस्ति तथापि इट् इस् अ कालसामान्यम् अस्ति अत्र. धन्यवादः. तर्हि अत्र सूत्रे किं वृत्तेपि इति दत्तमस्ति इति कृत्वा किं शब्दस्य प्रयोगः अस्ति चेदपि नास्ति चेदपि भवतु, तत्र उभयत्रापि यदि अहम् अत्र न सम्भावयामि भवान् नो चेत् किमर्थं भवान् हरिं निन्देत् नो चेत् किं भवान् हरिं निन्देत् इति वदामि, तदापि एतदेव भवति वाक्यं. न सम्भावयामि किं भवान् हरिं निन्दिष्यति इति खलु, तथा भवति खलु. अग्रे पठामः, भवान् पठतु. प्रथमवाक्यद्वये असम्भावनादि अर्थः भवति च किम् इति नास्ति. द्वितीयवाक्यद्वये अक्षमा इति अर्थः भवति च किमिति नास्ति. अत्र भवान् सञ्चन्ता अत्र सर्वान् लकारान् प्रभात्य अनवक्लृति अमृशोर मृतिः किमिति अपि इत्यनेन लिङ्लकारस्य निन्देत् च लिरिट् लकारस्य निन्दिष्यति इति नृपद्वयं सिद्ध्यति. आं महोदय, किमिति नास्ति अत्र. सत्यं महोदय, तावदेव. भवान् वयं यत्किमपि चर्चितवन्तः तद् पुनः दत्तः अत्र. पूर्वतनवाक्य सूत्रस्य पूर्वतनवाक्यमपि दत्तं किल. प्रतिपादनं अग्रे तु किं वृत्तौ इत्यस्य अग्रे आगच्छति. अत्र यद् किं वृत्तेपि इति वेदर् यूस् किम् आर् नाट् यु गोयिङ्ग् टु यूस् लिङ्ग् आर् लिट्. सो इन् द फोर् सेण्टेन्सस् अट् दिरेट् we did not use kim vritti but we still had ling or lrit. The next step we are going to use with kim and we are still going to use ling va ling lrit iti asti kala sutre. Sir, dhanyavad. Kim bhavati ko harim nindet, harehe nindam kah karoti iti prachami tadatu nindet iti kim shabdasya kim shabdasya artha asti atrapi artham pashyatu. अहं तु न सम्भावयामि को हरिं निन्देत् इति वक्तव्यं. वि हव् टु से न सम्भावयामि, अनवक्लुप्तिः अस्ति खलु, तद् वक्तव्यं. महोदय किमर्थं त्यक्तवान् इति न जाने. न सम्भावयामि को हरिं निन्देत्, न अमर्षे को हरिं निन्देत् इति वक्तव्यं. नो चेत् इट् केन् इति गरः समागच्छति, न तु अनवक्लुप्ति वा अमर्ष. न न न दर्ह इति अत्र अत्र निवृत्यते यत्र दर्ह इति अर्थः नास्ति यत्र निवृत्तिः अस्ति तत्रापि इत्यस्य प्रयोगः अस्ति यथा अन्वक्लिप्तिः वा अमर्ष अस्ति किन्तु यत्र विधानम् अस्ति किं कतर तत्र गर्हार्थः अस्ति न भगिनि तत्र तत्र पूर्णतया सूत्रे निवृत्तम् अस्ति तद् नास्ति एव अत्र तु पुनः किम् इति अनुवृत्तिशास्त्रसूत्रं पश्यतु अनवृत्तिसमस्योः किं वृत्तेः अपि यदि नास्ति किं नास्ति अस्ति चेदपि तत्र अनवक्लुप्तमर्षोः अर्थे धातोः लिङ्लकारः वा लृट्लकारः भवति इत्येव अर्थः अस्ति अत्र अत्र किम् अस्ति गर्ह इति अर्थ नास्ति एव भगिनि इति नो महोदय हेड् गिवन् एक्साम्पल्स् इन् वि हेड् स्टडीड् इट् इन् लिङ्लकार वि हेड् स्टडीड् इस् लिङ् लट्लकार तत्र सर्वत्र महोदय हेड् गिवन् न सम्भावयामि हि हेड् एडेड् इट् this one you forgot to add he has to add that na sambhavayami I can't believe na sambhavayami kaha harim tatra kim asi nartayati no chet hara kaha harim stauti can use any verb it doesn't mean in ninda I just can't believe it is in a tevasti or when I say I cannot stand it is tevasti tatapi bhavato न सम्भावयामि को हरिं निन्देत् न सम्भावयामि को हरिं निन्दिष्यति न सम्भावयामि कतरः हरिं निन्देत् न सम्भावयामि कतरः हरिं निन्दिष्यति न सम्भावयामि कतमः हरिं निन्देत् न सम्भावयामि कतमः हरिं निन्दिष्यति नो चेत् न मर्षये को हरिं निन्देत् न मर्षये को हरिं निन्दिष्यति न मर्षये कतरः हरिं निन्देत् न मर्षये कतरः हरिं निन्दिष्यति न मर्षये कतमः हरिं निन्देत् न मर्षये कतमः हरिं निन्दिष्यति इति तर्हि सर्वत्रापि किं शब्दः अस्ति वा नास्ति वा भवतु यत्र किमर्थम् इत्युक्ते अत्र किमर्थं किं शब्देपि इति उक्तम् अस्ति चेत् तत्र किं वृत्ते लृङ् लिङ् लृटौ इति उक्तम् आसीत् खलु यत्र गर्हा इति तस्मिन् तत्र गर्हा इति अनुवृत्तिः आसीत् तत्र गर्हार्थे प्रयुज्यते चेत् भवति इति अत्र तु गर्हा इति नास्ति केवलम् अनवक्लुप्ति अमर्षोः इति शब्द इत्यस्मिन् अर्थे प्रयोगः अस्ति किं शब्दः अस्ति वा नास्ति चेत् अपि भवतु गर्हा इति नावश्यकमेव ननुवृत्तिः एव यत्किमपि अर्थे भवतु तत्र सर्वत्रापि लिङ् लृटौ प्रत्ययौ भवतः इति तावदर्थः अस्ति तदनन्तरं पुनः तत्रापि तत्र प्राग्वत् इति कृत्वा यत्र यत्र तत्र किम् अस्ति भविष्यत्कालार्थे क्रियाधिपतिः अस्ति चेत् तदा तु लृङ्लकारः भवति नित्यं भूतकालार्थे चेत् क्रियाः अधिपतिः अस्ति चेत् तत्र तु किम् अस्ति तत्र लृङ्लकारः विकल्पेन भवति अन्यस्मिन् पक्षे लिङ्गपि भवति तर्हि यत्र न सम्भावयामि भवान् हरिम् अनिन्दिष्यत् इति भविष्यत्कालार्थे न मर्षये भवान् हरिम् अनिन्दिष्यत् इति पुनः भविष्यत्कालार्थे भूतकालार्थे अस्ति चेत् न सम्भावयामि भवान् हरिम् अनिन्दिष्यत् नो चेत् न सम्भावयामि भवान् हरिं निन्देत् इति विकल्पेन भवति भूतकालार्थे तदनन्तरं न मर्षये भवान् हरिम् अनिन्दिष्यत् इति भूतकालार्थे अपक्षे तु न मर्षये भवान् हरिम् अनिन्देत् इति भवति पुनः भूतकालार्थे आहत्य तर्हि यदि वर्गं गच्छति चेत् कृपया महोदयं सूचयतु अत्र इति वयम् उदाहरणानि न कृतवन्तः को हरिं निन्देत् इति किं तद् महोदयं स्मारयति यदि यदा कुर्वन्ति इच्छामि उत्तमं भगिनि समीचीनं सम्यक् जातम् समीचीनम् तर्हि विरमामः वा प्रश्नः धन्यवादः भगिनी धन्यवादः सर्वेषाम्